पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 97 ब्राह्मण उवाच एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् नयाति नरकं स्वर्गं तथा पापक्रियारतः क्रतुभिर्विविधैरिष्ठैर्व्रतदानजपादिभिः सत्येनाचारकुशलैः स्वर्गसौख्यमवाप्यते विद्याचारधनोपेदैर्ऋषिभिर्वेदपारकैः प्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः क्वचिद् वित्तेन च विना दानं बहु दातुं न शक्यते विद्यमानधनेनापि कुटुम्बासक्तचेदस अग्निहोत्रादयो धर्मा विशेषेण कलौ युगे दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः अल्पायासेन धर्मेण लभ्यते धर्मसञ्चयः तन्मे विशेषदो ब्रूहि धर्माधर्मप्रदर्शकः तदेहं कथ्यतां धर्मं सर्वधर्मोत्तमोत्तमं कृतेनैकेन येनेह सर्वपापक्षये भवेद् धन्यं धान्यं यशो धर्ममायुर्येनाभिवर्तते मर्त्यलोकेऽपि सख्यं स्यात् स्वर्गो येनाक्षयो भवेद् साक्षान्नारायणो येन भक्तानामभयप्रदः तुष्येदस्य प्रसादेन कामकरतले स्थितः सर्वयज्ञतपोदानतीर्थसेवाधिकं फलं लभ्यते येन यद्यस्ति वैवस्वत तदादिश अनुग्राह्यो ह्यहं देव यदि धर्मोपदेशदः सर्वधर्मक्रियासारं तदेकं कृपया वद पापानामनुरूपाणि प्रायश्चित्तानि यद्यद तदा तथैव संस्मृत्य कथितानि मनीषिभिः कर्तुं तानि न शक्यन्ते देवप्रत्येकशो नरैः सर्वपापहरं पुण्यमेकं चेदस्ति तद्वद सूत उवाच इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणं तुष्टावप्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः ब्राह्मण उवाच नमस्ते सर्वशमन नमस्ते जगदाम्बदे नमोस्तु देवरूपाय स्वर्गमार्गप्रदायिने धर्मशास्त्रस्वरूपाय धर्मराजनमोऽस्तु दे त्वया भूपाल्यदे देवाप्यन्तरिक्षं च द्यौर्महः जनस्तपस्तदा सत्यं सर्वस्वं पाल्यते त्वया न त्वया रहितं किञ्चित् जगत्स्थावरजङ्गमं विद्यते त्वद्गृहीतं तु सद्यो नश्यति वै जगद् त्वमात्मा सर्वभूतानां सदां सत्त्वस्वरूपवान् राजसानां रजस्त्वं च तमसानां तमस्तथा चतुष्पदां भवां देव चतुःशृङ्गस्त्रिलोचनः सप्तहस्तस्त्रिधा बद्धो वृषरूपनमोऽस्तु ते सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः साक्षाद्दृष्टोऽसि लोकेश देवतुभ्यं नमो नमः हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान् तेन शास्ता च भूतानां दादा देवप्रशासिता प्रवर्तको हि धर्मस्य देवदण्डधरो भुवि सर्वधर्ममयं सारमेकं वद सुनिश्चितं यम उवाच परितुष्टोऽस्मि ते विप्रस्तोत्रेण च विशेषतः तथाप्यागमधर्मेण मान्योऽसि मम सत्तम यन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मया महानिरयसङ्घातान् निर्वासनकरं परम् अनाख्येयमपि ब्रह्मन् वक्ष्ये विनयतोषितः स चुर्मोहाय चराचरस्य जगतस्ते ते पुराणगमास्ताम् तामेव हि देवतां परमिकां जल्पन्तु कल्पे विधौ सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागमव्यापारेषु विवेकिनां व्यधिकरं नीतेषु निश्चीयते भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मदा दीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः समाराध्य हरिं भक्त्या गोलोकान् प्राप्नुयाच्छुभान् आराधिते करौ कामा सर्वे करतले स्थिताः दानमेव परं श्रेष्ठं सर्वपुण्येषु वैद्विज दानेन नश्यते पापं सर्वं दानेन लभ्यते नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम् अन्यं च परमं दानमिति पञ्चविधिं स्मृतं प्रादर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतः यत्किञ्चिदपि दातव्यं नित्यमेव प्रकीर्तितं शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छतां यस्मिन् कुले तु दत्तं यत्तत्र तत्रोपतिष्ठति यः स्वयं भक्ष येन्मोहादत्त्वा बुद्धिवर्जितः उत्पादयाम्यहं रोगं तस्य भोगिनिवारणं तेषु कार्येषु सन्तुष्टं बहु पीडाप्रदायकं मन्दानलेन संयुक्तं द्वारं सन्तापकारकम् त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैः स्वयं तु भुञ्जते मिष्टं पापं तैस्तु महत्कृतं प्रायश्चित्तेन रौद्रेण तानहं परिशोधये उपवासैर्महीदेव कायशोषकरादिकैः चर्मकारो यथा चर्म कुण्डस्योपरि निर्घृणे शोधये च कषाद्यैश्च कुद्रव्यं स्फोटयेद्यथा तथाहं पापकर्तारं शोधयामि न संशयः ओषधीनां सुयोगैश्च कषायैः कडुकैर्ध्रुवम् उष्णोदकैश्च सन्तापैर्वैद्यरूपेण नान्यथा अन्ये भुञ्जन्ति तस्याग्रे भोगानन्यान्मनोगतान् किं करोमि समर्थश्च न दत्तं दानमुत्तमं महदारोगरूपेण तमेनं परिवारयेद् नित्यकालस्य यद्दानमात्मानं पापिभिर्यथा न दत्तं च महीदेव श्रद्धया निजशक्तितः तथा यादान् प्रदक्ष्येतान्युपायैर्दारुणैः किल नैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रदः महापर्वणि सम्प्राप्ते तीर्थप्राप्तौ तथैव च पितुः क्षयाखदिवसे वैशाखादिषु यत्नतः मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतं काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकं व्रतादिकं समुद्दिश्य कामना फलकल्पितं यत्कामं कथितं सम्यक् सर्वाङ्गैरेव सङ्गतं तस्य दानप्रभावेण भावना परिभावितः तादृग्फलं समश्नादि मानुषस्तत्प्रसादनाद आभ्युदयं प्रवक्ष्यामि यज्ञादिषु स्मृतं जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु प्रासादध्वजदेवानां प्रतिष्ठा सुप्रयत्नतः इत्यादिकं महीदेव दानमभ्युदयात्मकं प्रजावृद्धिकरं भोग यशस्वर्गसुखप्रदम् अन्त्यं चैव प्रवक्ष्यामि शृणुदानं द्विजोत्तम कामस्य संक्षयं ज्ञात्वा जरया परिपीडितः दद्याद्दानानि यत्नेन कुर्यादाशां न कस्यचिद् मृते च मयि ते पुत्रा जाया बान्धवसोदराः कथमेदे भविष्यन्ति मां विना सुहृदो मम अहं वित्तविहीनो वा कथं जीवन् पुनस्तथा भविष्यामीति विज्ञाय न ददादिः किञ्चन आशापाशसदैर्बद्धो भाग्यादेव कुमायया मृत्युं प्रयाति मूढात्मा रुदन्ति च ततः सुताः दुःखेन पीडिता किञ्चिन्मोहेनाकुलचेतसः स्वल्पमल्पं च वा दानं कथञ्चित् कल्पयन्ति ते न तत्रास्मिन् गते काले महादुःखगते सति विस्मरन्ति तदा दानं लोभाद्वा न ददत्यपि मृतोऽयं च पिता ज्ञात्वा स्नेहपाशो निवर्तते योऽसौ मृतो महीदेव मम पाशैर्नियन्त्रितः तृष्णाक्षुधा समाक्रान्तो बहु दुःखैः प्रपीडितः पच्यते नरके घोरे चिरकालं न संशयः तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः कस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा संसारे नास्ति कस्य स्वयं तस्मात् प्रदीयते पानमन्नं च ताम्बूलमुदकं काञ्चनं तथा वसनं कां च भूमिं च छत्र पहत्राण्यनेकथा फलानि भूमिदानानि विविधानि स्वशक्तितः दातव्यानि महीदेव नात्र कार्या विचारणा तीर्थानां लक्षणं विप्रवक्ष्यामि तवाग्रदः सुतीर्थानि इयं गङ्गा भादिपुण्या सरस्वती रेवा च यमुना तापि नदी चर्मण्वती तथा सरयू च वरावेणी पूर्णा पापप्रणाशिनी कावेरी कपिलाचान्या विशल्या विश्वतारिणी गोदावरी समाख्याता तुङ्गभद्रा च गण्डकी पापानां भीदिदा नित्यं नदी भीमरधी स्मृदा देविका कृष्णगङ्गा च अन्याया सरितां वराः एतास्तु पुण्यकालेषु सन्ति तीर्थान्यनेकशः ग्रामे वा यदि वारण्ये नद्य सर्वत्र पावनाः तत्र तत्रैव कर्तव्या स्नानदानादिका क्रियाः यदा न ज्ञायते नाम तस्य तीर्थस्य भोद्विज तत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महद तीर्थस्य देवता विष्णुः सर्वत्रापि न संशयः नारायणेदि यन्नाम स्मरे तीर्थेषु साधकः तस्य तीर्थफलं सम्यक् विष्णु नाम्नैव जायते अज्ञातानां च तीर्थानां देवतानां न संशयः विष्णुनाम्नैव नामानि मानवपरिकीर्तयेत् सर्वास्तु सिद्धय पुण्यास्तीर्थभूतास्तु सागरः सरांसि मानसादीनि निर्चरा पल्वलादयः स्वल्पानद्योऽपि सर्वास्तास्तीर्थानि हरिनामदः पर्वतास्तीर्थरूपाश्च यज्ञो यज्ञमही तथा ब्राह्मणा यत्र विद्वांसः कौतुकेनाप्यवस्थिताः तदेव तीर्थं सुमहः सर्वपापहरं स्मृतं श्राद्धं च श्राद्धभूमिश्च देवशाला च होमभूः यत्र वेदध्वनिः सम्यग् यत्र विष्णुकथाशुभाः स्वगृहं पुण्यसंयुक्तं गोस्थानमपि पावनम् यत्राश्वत्थतरुवने यत्रागारोऽपि पावनः एवमादीनि तीर्थानि पिता माता तथैव च पच्यते यत्र धर्मार्थं स्वयं तत्र गुरुस्थितः साध्वी यत्रास्ति वै भार्या तत्र तीर्थं न संशयः यत्र धर्मरतिर्नित्यं विद्वान् पुत्रः प्रवर्तते तत्र तस्य हिततीर्थं तारणाय प्रतिष्ठितम् इत्येवमादितीर्थानि राजवेश्म तथैव च एवमादिषु तीर्थेषु पर्वयोगाद्विशेषतः अनाराध्य हृषिकेशं सर्वदं सर्वदेहिनां कोऽपि क्वापि किमप्यत्र न लभेदेति निश्चितम् अपत्यं द्रविणं धारास्तारहर्म्यं हया गजाः सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः नारायणपरो देवः सत्यरूपो जनार्दनः त्रिधात्मानं स भगवान् स सर्जपरमेश्वरः रजस्तमोभ्यां युक्तो भूद्रजः सत्त्वाधिकं विभुः ससर्जनाभिकमले ब्रह्माणं कमलासनं रजसा तमसा जुष्टं स रुद्रमसृजद्विभुः सत्त्वं रजस्तमश्चैव त्रिदयं चैदुच्यते सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकं रजसा सत्त्वयुक्तेन भवेच्छ्रीमान् यशोऽधिकः यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवते तद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणां तेन राजा भवे लोके रजसा तमसा पुनः यद्भिन्नं रजसा धर्मं केवलं तामसं च यद तच्च दुर्गतितं तृणामि ह लोके परत्र च यो विष्णुः स स्वयं ब्रह्म यो ब्रह्म स स्वयं हरः देवास्त्रयोऽपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः स पाप कारीपापात्मा अनिष्टां गतिमाप्नुयात् विष्णुरेव परं ब्रह्म विष्णुरेव जगद्विज तस्यायं माधवो मासः प्रिय सर्वेषु कर्मसु कीर्त्यदेहयमेधादि महाकृदुफलप्रदः तीर्थस्नानतपोदानजपयज्ञफलाधिकः स्नानं विभादे नियमेन नद्यामनारदं मेषगदे रवौ ये कुर्वन्ति येऽस्मिन्नपि विप्रभूजां मद्दण्डभाजो न हि ते भवन्ति हत्वा हत्वा किङ्करौकं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम् स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान् पूर्वानुद्धरन्तीह पापाद इदं भयच्छेदकरं न तस्मात् प्रकाशनीयं परमं रहस्यं निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तद् भगीरथी नर्मदा च यमुना च सरस्वती विशोका च वितस्ता च विध्यस्योत्तरतस्थिताः गोदावरी भीमरथि तुङ्गभद्रा च देविका तापी पयोष्णि विध्यंस्य दक्षिणास्तु प्रकीर्तिताः द्वादशैदा महानद्यो नित्यं तेनावगाहिताः वैशाखे विधिना स्नानं नद्यां यः प्रादराचरेत् सर्वा समुद्रः पुण्या सर्वे पुण्या न गोत्तमाः सर्वे चायतना पुण्या सर्वे पुण्या वनाश्रयाः तेनावगाहिता दृष्टा प्रणदा बहुसेविताः स्नानमर्दोदिदे सूर्ये वैशाखे नियतश्चरेद तस्य पुण्यम् महीदेव कश्चिद्वक्तुं न शक्यते यदि वक्त्रसहस्राणां सहस्राणि भवन्ति हि आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्विजसत्तम तदा माधवमासस्य फलं कथयितुं भवेद् महानिरयकर्षाग्नि माधवो माधवो यथा ब्रह्महत्यादिकं पापमागम्यागमनादिकं कामाकामकृतं पापमेधि पादकमेव च उपपापरहस्यं च सङ्करीकरणं परं जातिभ्रंशकरं घोरमपात्रीकरणं तथा मलावहं प्रकीर्णं च वाक्मनकायसम्भवं माधवो निर्दघेन्मासो विधिना समुपासितः कल्पकोटिसहस्राणि कल्पकोटिशतानि च वसेद्विष्णुपुरे श्रीमान् माधवे योर्चयेद्धरिम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमाहात्म्ये सप्तनवतितमोऽध्यायः ॐ